कुटादय दातवः इति. अग्रे तस्मात् पूर्वं महोदय तत्र कस्मिन् विषये अतोलोपः इत्यस्मिन् उपदेशे इत्यस्मिन् पुनः किमपि चर्चा कारितवान् खलु, प्रायः भगिनी गृहं प्राप्य तस्मिन् विषये बोधयतु भगिनि. अहम् आगतवती भगिनि. अस्तु, तर्हि वदतु भगिनि. पञ्चनिमिषं स्वीकृत्य आगच्छति चेत् तथा करोतु भगिनि. अस्तु, जलम् एकनिमिषं वदतु. अयं वास्तुनगरे मे अस्मि भगिनि, गृहे नास्ति, तदेव कुटादिगणे गणे भगिनि. कुटादिगणे दातवः अतिदेशः, केनचित् अतिदेशसूत्रेण एते त्रयः प्रत्ययः निद्वद् भवति चेत् गुणकार्यं निषिध्यति. एते त्रयः प्रत्ययः नित्वत् चेत् किनिति च इत्यनेन गुणनिषेधः प्राप्यते. किनिति च सूत्रमत्र विवरणमस्ति. यः प्रत्ययः गित् खित् अथवा नित् अस्ति चेत् अपि च तस्मात् प्रत्ययः पूर्वं तस्य एव प्रत्ययस्य कारणात् पठति. कुटादय भवत्येव पठतु भगिनि. कुटादयः दातवः तेषां च त्रिष्कुमुल् कवित्रूपाणि अत्र प्रदर्शयन्ति. कुटादिगणे पञ्च अजन्तदातवः सन्ति. भू पुरुषोत्सन्ति भुताघुतं भुतभ्यं कुम् शब्दे कुताकुतं कुतभ्यं गृ गतिस्थैर्ययोः धृता धृतं धृतव्यं धृतव्यं नु स्तवने नुविता नुवितुं नुवितव्यं धुविदूनने धुविता धुवितुं धुवितव्यम् इति. सर्वत्र निति च इति सूत्रेण गुणनिषेधः भवति इति. किमर्थं निति च इति गुणनिषेधः भवति? अत्र सूत्रम् आसीत् खलु तेन वा. अत्र प्रत्ययः तृच् तुमुन्तव्यत् इति. भगिनि किमर्थम् अत्र निति च कार्यं करोति? गाङ्कुटादिभ्यो निमित् इति सूत्रेण यः कोऽपि प्रत्ययः भवतु, ण्यत् णित् भिन्नप्रत्ययः अस्ति चेत् तत्तु निद्वद् भवति इति कृत्वा, यद्यपि तृच् साक्षात् नित् नास्ति तथापि तस्य नित्वम् आरोपितं भवति इति कृत्वा गुणनिषेधः. अस्तु, अनन्तरम् णु नु धु च सेटौ इत्यतः अचिष्णुधातु ब्रुवाङ्गयोरिवङ्गौ इत्यनेन अजादिप्रत्यये परे उवङ्गादेशः भवति. नु योगः इता इति भवति, इतृ इति भवति, तदा तु उ अस्ति. अनन्तरम् अजादि अचि परे अस्ति इति कृत्वा अत्र उवङ्गादेशः भवति. धु इति भूत्वा धुविता इति प्राप्नुमः. तथैव नु नु इति भूत्वा नुविता इति उकारस्य स्थाने उवादेशः भवति. अत्र महोदय पृष्टवान् कथं यदि गु कु ध्रु अस्ति तत्र इदागमचिन्तनं नास्ति. पुष्पाभगिन्यां पृष्टवान् तत्र गु कु सामान्यतया किं भवति. अत्र पञ्च दातवः सन्ति, अत्र तु एते सर्वेपि अजन्तदातवः सन्ति. वयम् अजन्तदातूनां वयम् आवलिं पठितवन्तः यत्र यत्र इदागमः भवति. उकारान्तदातवः केवलं षड् दातु आवली दृष्टवन्तः. तेषाम् एते त्रयधातव ये उदन्त दातवः सन्ति तत्र न सन्ति, अतः ते अन्यतः तु तत्र इदागमनं भवति, किन्तु नू धु एते दीर्घ उकारान्तदातवः सर्वे सेटः तत्र इदागमस्य चिन्तनम् अस्ति. समीचीनं भगिनि. अरुणा भगिनी प्राप्तवती वा? ओ न, अपगत तत्र बहिर्गतवती. अचिष्णुधातु ब्रुवाङ् योरिवङ्गौ योर् यङ् वङ्गौ. श्नु प्रत्यान्तङ्गस्य स्वादिगणस्य अङ्गस्य तथा शक्नु इत्यस्य. तदनन्तरम् इकारान्त उकारान्त धातुरूपी अङ्गस्य भ्रूपात् प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण यङ् वङ् चादेशो भवति अजादिप्रत्यये परे. श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति परिभाषया तदन्तविधिः. अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इत्यर्थः. योः इति विशेषणं धातु इति शब्दस्य एव, यतोहि श्नु प्रत्यान्तम् अङ्गं भ्रूप्रातिपदिकं च उकारान्तः एव, अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति. तर्हि धातु इत्येव अवशिष्यते, तस्य कृते युवोः इति विशेषणं योग्यम्. येन विदत् सदन्तस्य इत्यनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः. श्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः श्नुधातुभ्रुवः तेषां श्नुधातुभ्रुवान्. इश्च उश्च तयोः इतरेतरद्वन्द्वः यू तयोः युवोः. यं च उवङ्च तयोः इतरेतरद्वन्द्वः यङ् वङ्गौ. अचि सप्तम्यन्तं श्नु धातुभ्रुवां षष्ट्यन्तं योः पञ्चषष्ट्यन्तं यङ् वङ्गौ प्रथमान्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. युवोः श्नु धातुभ्रुवाम् अङ्गानां यङ् वङ्गौ अचि इति. तद् पूर्वमेव पठितवन्तः वयम्. अत्र तत्र श्नु प्रत्यान्तङ्गस्य इत्यनेन सर्वेषां धातूनां श्नु इति यत्र स्वादिगणीयधातूनां तत्र ग्रहणं भवति प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति सूत्रेण. तदनन्तरं भ्रू इति भ्रुवाम् इति अस्ति. तर्हि भ्रू इति शब्दः तु प्रातिपदिकम् अस्ति, तस्य ग्रहणं क्रियते. तदनन्तरं धातु इति अस्ति, युवोः इत्यपि अस्ति. तर्हि युवोः इति विशेषणं भवति धातु इत्यस्य. तर्हि एतेषां श्रूयतां. तर्हि यत्र उकारः अस्ति चेत् उवङ्गादेशः भवति, अन्ते इकारः अस्ति चेत् इयङ्गादेशः भवति. अचिप्रत्यये परे इति अङ्गस्य इत्यस्य अधिकारः अस्ति इति कृत्वा अचि इत्यनेन प्रत्ययः निर्दिष्टः भवति. अस्तु, नमस्कारः अरुणा भगिनी, अग्रे पठति वा भगिनि? कुटादिगणे हलन्तदातवः इति. अरुणा भगिनि श्रूयते किं? म्यूटेड् अस्ति. श्रूयते भगिनि? आम् आं भगिनि. कुटादिगणे हलन्तदातवः इति. कुटादिभ्यः हलन्तदातवः. धातुः तृच् तुमन् तव्यत् प्रत्यय रूपाणि डिप् डिपा क्षेपे डिपिता डिपितुं डिपितव्यम्. अत्र के डिप् सेट् अस्ति हलन्तदातुसामान्यतः सेटः, अत्र आवल्यामपि नास्ति. अतः सेटः ततः इकार इरागमं भवति. डिपिता डिपितुं डिपितव्यम् इति रूपं अस्ति. तदनन्तरं कुच् सङ्कोचने, अत्रापि सामान्यं किमर्थम् ओ इकार अस्ति. ओके, कुचित गुणकार किं न भवति भगिनि? कुचिता कुचितुं कुचितव्यं. गुज्जदा शब्दे धातु अर्थः. गुजिता गुजितुं गुजितव्यं. कुटा कौटल्ये कुटिता कुटितुं कुटितव्यं. स्फुट्टसंश्लेषणे स्फुटिता पुटितुं पुटितव्यं स्फुट्टसिकषणे स्फुटिता स्फुटितुं स्फुटितव्यं मुट् आक्षेपमर्यादनयोः मुटिता मुटितुं मुटितव्यं त्रुट् छेदने त्रुटिता त्रुटितुं त्रुटितव्यं त्रुट् कलहकर्मणि त्रुटिता त्रुटितुं त्रुटितव्यं च्युत छेदने च्युटिता च्युटितुं च्युटितव्यं क्षुत छेदने च्युटिता च्युटितुं च्युटितव्यं द्रुट् बन्धने जुटिता जुटितुं जुटितव्यं लुट् संश्लेषणे लुटिता लुटितुं लटितव्यं सर्वं पठामि भगिनि घुट प्रतिभाति घुटिता घुटितुं घुटितव्यं गुड कक्षायां गुडिता गुडितुं गुडितव्यं खुट बाल्ये गुडिता गुडितुं गुडितव्यं फुड उत्सर्गे पुडिता पुडितुं पुडितव्यं तुड थोडने तुडिता तुडितुं तुडितव्यं तुड संवरणे तुडिता तुडितं तुडितव्यं स्थुड संवरणे स्थुडिता स्थुडितं स्थुडितव्यं स्फुट् संवरणे स्फुटिता स्फुटितुं स्फुटितव्यं च्युट् संवरणे च्युटिता च्युटितुं च्युटितव्यं वृड् संवरणे वृडिता वृडितुं वृडितव्यं कुड् निमज्जने कुडिता कुडितुं कुडितव्यं चुरा छेदने च्युटिता च्युटितुं च्युटितव्यं गुरि उद्यमाने गुरिता गुरितुं गुरितव्यं स्फुर् सञ्चलने स्फुरिता स्फुरितुं स्फुरितव्यं स्फुल् सञ्चले स्फुलिता स्फुलितुं स्फुलितव्यं भ्रूढा भ्रूढ निमज्जने भ्रूढिता भ्रूढितुं भ्रूढितव्यं क्रुडा घन्वने क्रुडिता क्रुडितुं क्रुडितव्यम् एतेषु धातेषु गण्ये गुणनिषेधः भवति गणितचायतसूत्रेण तदपि तु तृच् तुमुन्तव्यत् इत्येषु त्रिषु प्रत्ययेषु गाङ् इत्यस्य प्रसङ्गे नास्ति यतोहि इङ् धातोः स्थाने गाङ् आदेशः न भवति येषु परेषु गाङ् लिटि इत्यनेन लुटि लुङ्गि लृङ्गि च अयम् आदेशः भवति लिटि नित्यं लुङ्गि लृङ्गि च विकल्पेन अत्र गाङ् इति कुटाद् गाङ् कुटादिभ्यः इति सूत्रमस्ति तत् गाङ् इत्यपि इङ् धातुतः तानि गाङ् आदेशः भवति केवलं न तु तृच् तुमुन्तव्य प्रत्ययः अस्ति चेत् न भवति आदेशः आदेशनाद भवति केवलं लुटि लृङ्गि लुङ्गि इति लकारेषु त्रयलकारेषु एव आदेशः भवति भगिनि महोदय एक नूतनं परिच्छेदः अपि निवेशितवान् यत्र गाङ्कुटादिभ्यो निति निति सूत्रमस्ति न तद् अधोभागे प्रश्नोत्थापितः इति यदि वयम् उपरि गच्छामः प्राप्तं यत्र भगिनि उपरि वा गाङ्कुटादिभ्यति तस्य सूत्रम् अस्ति न तस्य प्रश्न उत्थापितः यत् जालस्थानेषु कुत्रचित् दत्तं यत् कुटादिगणे चतुश्शत धातवः सन्ति कुत्रचित् षट् चतुश्शत धातवः तर्हि कति धातवः अस्मिन् अन्तर्गणे चत्वारिशत् धातवः सन्ति कुत्रचित् षट् चत्वारिशन् धातवः, तर्हि कति धातवः अस्मिन् अन्तर्गणे सन्ति? वस्तुभावे पाणिनि धातुपाठे च सिद्धान्तकौमुद्यां च षट्विशन् धातवः सन्ति कुटादिगणे। मातृभिः परिशीलितं च दृष्टं यत् एषु षत्विशन्तसु धातुषु एकः अस्ति कट् धातुः, यः अधुपदधातुः। अधुपदः अस्ति चेत् कुटादिगणे स्थापनेन न को लाभः, एक एव प्रयोजनं वर्तते गुणनिषेधः, किन्तु अधुपदधातुः अस्ति चेत् गुणस्य सम्भावना एव नास्ति। गुणस्य असम्भवा गुणनिषेधस्य अनावश्यकत्वाच्च माता इमं धातु कुटादिगणात् निष्कासितवती। अनेन मातुः धातुपाठे कुटादिगणे पञ्चत्रिंशत् धातवः सन्ति। हेमा भगिनी पृष्टवती महोदयं कथं भवान् पञ्चत्रिंशत् धातवः लिखितवान् किन्तु अष्टाध्यायां षट्चत्वारिंशत् धातवः सन्ति, तस्य समाधानं महोदय उक्तवान् अत्र। सिद्धान्तकौमुद्यामपि पाणिनिधातुपाठे षट्त्रिंशत् सन्ति, किन्तु एकधातुः अस्ति कर् अस्ति, अधुपदधातुः अस्ति। अधुपदधातुः यदि अस्ति तत्र गुणकार्यम् एव न भवति। अत्र तत्र कुटादिगणे यदि निवेशयामः तस्य का कोऽपि प्रयोजनं न भवितुं शक्नोति। अतः मातुः केवलं माता एक पञ्चत्रिंशत् लिखितवती तस्य पुस्तके। पञ्चत्रिंशत् इति वा? आमां महोदय लिखितवान् पञ्चत्रिंशत् धातवः कुटादिगणे। आम् आम्, किन्तु कुत्रचित् षड् चत्वारिंशत् इति अपि वदन्ति वा? किन्तु अन्ये कुत्र अन्ये कुत्र अन्यधातोः कुत्र गतम्? एकः एव कड् धातुः अधुपदः अस्ति महोदय, साधु नास्ति। चत्वारि चत्वारिशत् वा षट् चत्वारिशत् धातु इति साधु नास्ति इति उक्तवान्, चत्वारिंशत् अपि साधु नास्ति इति उक्तवान् वा? आमाम्। ओ ओ अस्तु भगिनि, कारणं पाणिनि धातुपाठे अपि सिद्धान्तकौमुद्यां षट्विशन्त् इति लिखितमस्ति। अग्रे अपि पठति वा? अस्तु अग्रे गाङ्ग्लिटि इति पठति पठितवती वा अरुणा भगिनि? आं भगिनि पठितवती भगिनि। इदानीं विजय भवति साधु। ओ विजि ओ विजि भयचलनयो विज् धातु विज इत् प्रथमाध्यासे द्वितीयपादे द्वितीयसूत्रं तुदादिगणीय विज् धातुतः ओ विजि भयचलनयो इत्यस्मात् सर्वे विधीयमानाः इडादिप्रत्ययः ङित्वद् भवन्ति। उद्विजिता उद्विजितुम् उद्विजितव्यम् इट् इस्ति किम् उद्वेजनम् उद्वेजनीयं विजः पञ्चम्यन्तम् इत् प्रथमान्तं द्विपदमिदं सूत्रं गां कुटादिभ्यो गां कुटादिभ्यो ङित् इत्यस्मात् ङित् इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रमस्ति विज इत् ङित्। सूत्रं वदति तुदादिगणे धातु विज् धातुतः ओ विजि भयचलनो विज् इत् वयं जानीमः अस्माकं जकारान्त धातु आवल्यां अनिट् विज् निज् इति द्वयम् इदम् इदुपदधातव जकारान्त इदुपदधातव अनिट् अस्ति विज् विज् निज्, किन्तु विज् तत्र जुहाति जुहोतृतीयगणे धातुः अस्ति विज्। अत्र तुदादिगणे धातु स्वीकृतम् अस्ति विज् इति सूत्रेण इति भेदः ज्ञातुं। तत्र विज् वयं जानीमः तत्र गुणभूता वेक्ता इति वयं रूपं कुर्मः विज् पुगन्तलघुपदस्य अनेन गुणभूत्वा वे भवति जकारस्य चोः कुदने ककारस्य वेक्ता इति भवति, किन्तु विजयत् अत्र अस्ति विजयत् अनेन कुटादिगणे धातुः अस्ति अपि तत्र गुणबाधितं भवति। द्विज् इति धातुः तुदादिगणीयधातुः अस्ति, यदि तकारादिप्रत्ययः यथा त्रिच् तुमन्तव्यं पडे अस्ति तत्र ते यदागमचिन्तनं भवति तत्र सो तत्र उद्विजितव्यं भवति न तु उद्वेजिता वेजितुं वेजितव्यम् इति न भवति कारणं कि गुणबाधितमस्ति विजयति इति सूत्रेण. किन्तु अत्र इट् इति किं तस्य दलसार्थक्यमस्ति यदि उपसर्ग पूर्वं विज् धातु तदनन्तरं ल्युडन्तरूपं वा अन्य यदि ल्युडन्त रूपम् अस्ति तत्र अन् भवति युरो नामक नामकोवनेन अन् आगच्छति तु अन् इति अन् और् अन्य एते द्वे धातवः ककारादिप्रत्ययः न सन्ति इति वल्लादि न सन्ति तत्र इदागमस्य चिन्तनं न आगच्छति तत्र तो तत्र इत् प्रत्ययः परे नास्ति यदि इत् प्रत्ययः परे नास्ति इदागम नास्ति तत्र गुणबाधितं भवति. अत्र यदि अन् वा अन्यर् अस्ति तत्र केवलम् आर्धधातुकप्रत्ययः अस्ति यदि आर्धधातुक सार्वधातुक आर्धधातुक अनेन तत्र गुणः भवति अतः तत्र उद्वेजनम् उद्वेजनीयम् इति भवति. साधु यथा उदाहरणमस्ति उद् योगविच् इत्तव्य पुगन्तलघुपत्यस्य च इत्यनेन गुणादेशप्रसक्तः प्रत्ययः सेत् अतः ङित्वा तस्मात् भगिनि किं प्रश्नः अस्ति वा? न न मध्ये न श्रुतम्. अस्तु उद्विज् इति उद्विजिता एवमेव गुणबाधित्वं उद्विज् इत्युम् उद्विजितुम् इति भवति उद्विजितव्यम् उपरि दत्तम् अस्ति. अस्तु भगिनि धन्यास्मि. अहं पठामि वा? ऊर्णुदातुः विभाषोर्णोः ऊर्णुदातुतः विद्यमानाः इडादिप्रत्ययाः विकल्पेन निर्दुद्भवन्ति. विभाषा प्रथमान्तम् ऊर्णोः पञ्चम्यन्तं द्विपदमिदं सूत्रम् अस्तु. विजयत् इत्यस्मात् इट् इस् इत्यस्य अनुवृत्तिः गाङ्कुटादिभ्यो निमित् इति इत्यस्मात् नित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् ऊर्णोः इट् ऊर्णोः धातोः इति स्थाने अस्ति. तर्हि इट् यत्र ऊर्णोः इट् यत्र इडागमः भवति इति खलु इट् मित् विभाषा इति सूत्रं वदति. अस्तु यथा ऊर्णु योगः तव्य इति अस्ति तदा तु इडागमः मध्ये भवति. किमर्थम् इडागमः मध्ये भवति? ऊर्णु धातुः सेट् अस्ति वा? सेट् अस्ति इति कृत्वा इकारः मध्ये आयाति. तदा तु विकल्पेन विभाषोर्णोः इति सूत्रेण विकल्पेन तत्र निद्वद्भवति. तदा ऊर्णु इतव्य इत्येव तिष्ठति, गुणकार्यं न भवति. तदा तु अचिष्णु धातु ब्रुवाङ् इत्यनेन ऊर्णु वितव्यम् इति रूपं भवति. अन्यस्मिन् पक्षे यत्र गुणनिषेधः न भवति, गुणः भवति, तदा तु ऊर्णुयोगः इतव्य इत्यस्मिन् सार्वधातुक अर्धातुक इत्यनेन ऊर्णो भवति. अनन्तरम् एचोयवायोः इत्यनेन अय् औ आदेशः भवति. ऊर्णवितव्यम् इति अन्यत् रूपम् ऊर्णुवितव्यम् ऊर्णवितव्यम् इति रूपद्वयम्. एवमेव तृच् तुमुन् अनयोः प्रसङ्गे अपि अस्य धातोः रूपाणि साधनीयानि इति. ऊर्णुवितृ ऊर्णवितृ इति भवति. तथैव ऊर्णवितव्यं क्षम्यताम् ऊर्णवितुम् ऊर्णुवितम् इति रूपद्वयम्. अग्रे उक्तमस्ति यदि तृचतुमन् इति तत्र भवति ऊर्णुविता एकपक्षे अन्यपक्षे भवति ऊर्णुता ऊर्णुविता एकपक्षे ऊणुविता अन्यपक्षे ऊर्णुविता तथैव यदि तुम्मन् अस्ति तत्र भवति ऊणु वितुमन् वितुम् यदि अन्यपक्षे अत्र गुणः भवति तत्र भवति ऊणु वित्तुम् ऊणवित्तं साधु अयादेश साधु अग्रे एवमेव तृच् तुमुननयोः प्रसङ्गे अपि अस्य धातोः रूपान् साधनीयान् विच् इत् विभाषोर्नुः इति द्वे सूत्रे सारदागप्रक्रियायां न भवति द्वे अपि सूत्रे इडागमवलम्ब्य कार्यं कुरुतः स च इडागमः सारदागप्रक्रियां न भवति एव अत्र विच् इट् विभाषणोर्नोः इति सूत्रं द्वे सूत्रे केवलं प्रश्ने उदेति किमर्थं सार्वधातुकप्रक्रिया न करोति कार्यम् इति चेत् सूत्र दे सूत्रे अपि इडागम आधार्य कार्यं करोति इडागमः केवलम् आर्धधातुकप्रत्यय एव जायते परन्तु न तु सार्वधातुकप्रक्रियाम् अतः विज् इट् विज् इट् इति सूत्रं कार्यं न करोति सार्वधातुकप्रक्रियाय भगिनि एतावत् पर्यन्तं केवलं कृतवन्तः ओ अन्यं परिचयं न कृतवन्तः भगिनि न तावत्पर्यन्तं केवलं कृतवन्तः तर्हि विरमामः वा अग्रिमसप्ताह सप्ताहात् पुनः रटनं रटनं अग्रिमसप्ताहः धन्यवादः धन्यवादः भगिनि शुभरात्रि हेपि मेमोरियल् डे वीकेण्ड् धन्यवादः अस्तु.